पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 65 नारद उवाच चादुर्मास्य व्रतानां च प्रभ्रूह्युद्यापनं विभो उद्यापने कृते सर्वं सम्पूर्णं भवति ध्रुवम् महादेव उवाच व्रतं कृत्वा महाभाग यदि नोद्यापनं चरेद यस्तु कर्ता कर्मणां स न सम्यक् फलभाग् भवेद् व्रतवैकल्यमासाद्य कुष्ठी चान्धप्रजायते यदस्मात् कारणाच्चैव कुर्यादुद्यापनं द्विज गृहीत्वा नियमानेदान् पालयित्वा यथा विधि सुप्तोद्धिते जगन्नाथे गत्वा ब्राह्मणसन्निधौ क्षमापये देवदेवं यथा विधि च विस्तराद तैलत्यागे कृतं दद्यात् कृतत्यागे पयस्मृतम् मौने पिण्डास्तिला देया सहिरण्याद्विजातये भोजने भोजनं दद्याद्दध्योदनसमन्वितम् अन्नं दद्याद्विशेषेण हिरण्येन समन्वितम् अन्नदानान्मुनिश्रेष्ठ विष्णुलोके महीयते पालाशपात्रे यो भुङ्क्ते नरो मासचतुष्टयं भाजनं कृतपूर्णं तु दद्यादुद्यापने द्विज षड्रसं भोजनं दद्याद् ब्राह्मणे नक्तभोजने अयाचिते ह्यनड्वाह्यं सहिरण्यं प्रदापयेत् माषं त्यजन्मुनिश्रेष्ठ गाञ्जदद्यात् सवत्सकां धात्री स्नाने नरो दद्यात् स्वर्णं माषिगमेव च फलानां नियमे चैव फलानि च प्रदापयेत् धान्यानां नियमे धान्यमथवा चालयस्मृताः तद्वद्भूषयने शय्यां सतूलां गेन्दुकान्वितां ब्रह्मचर्यं कृतं येन चातुर्मास्ये द्विजोत्तम दम्पत्योर्भोजनं देयमुभयोर्भक्तिपूर्वकं सभोगं दक्षिणोपेदं सशाकम् लवणं तथा नित्यस्नाने नरो दद्यान्निस्नेहे सर्पिसक्तवः नख केशव्रते चैव प्रादेशं परिकल्पयेत् उपानहौ प्रदातव्यौ उपानः विवर्जनाद् आमिषस्य परित्यागात् सवत्सा कपिला स्मृता नित्यं दीपप्रदोयस्तु सौवर्णं दीपमावहेद तं दीपं कृतसंयुक्तं दद्याच्चैव द्विजन्मने विष्णुभक्ताय विप्राय परिपूर्णव्रतेप्सया शाकस्य नियमे शाकं माशे सौवर्णमाशकं मैथुनानां तु नियमे रौप्यं दद्याद्दिवजादये नागवल्यास्तु नियमे कर्पूरं सहिरण्यकं काले काले द्विजश्रेष्ठ यत्कृतं नियमेन तु तत् तद्देयं विशेषेण परलोकगदीप्सया आदौ स्नानादिकं कृत्वा विष्णोरग्रे प्रकाशयेद अनादिनिधनो देवशङ्खचक्रगदाधरः तस्याग्रे केन कुर्वन्ति यदो विष्णुस्तु पापः इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्र्यां संहितायामुत्तरखण्डे उमापदि नारदसंवादे चातुर्मास्योद्यापनं नाम पञ्चषष्टितमोऽध्यायः ॐ